पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 21 सूत उवाच एकदा व्यास देवोऽसौ ब्रह्माणं जगदःपदिं सुव्रताख्यानकं सर्वं पप्रच्छादीव विस्मितः व्यास उवाच लोकाल्लोकविन्यास देवदेवमहाप्रभो सुव्रतस्याधचरितं श्रोतुमिच्छामि साम्प्रतं ब्रह्मोवाच पाराशर्यमहाभागश्रूयतां पुण्यमुत्तमं सुव्रतस्य सुविप्रस्य तपश्चर्यासमन्वितं सुव्रतो नाम मेधावी बाल्यातपि सचिन्तयन् गर्भे नारायणं देवं दृष्टवान् पुरुषोत्तमं स पूर्वकर्माभ्यासेन हरेर्ध्यानं गतस्तदा शङ्खचक्रधरं देवं पद्मनाभं सुपुण्यदं ध्यायते चिन्तयेत्सो हि गीते ज्ञाने प्रपाठने एवं देवं हरिं ध्यायन् सदैव द्विजसत्तमः क्रीडत्येवं सदा डिम्भैः सार्धं च बालकोत्तमः बालकानां स्वकं नाम हरेश्चैव महात्मनः चकारः स हि मेधावी पुण्यात्मा पुण्यवत्सलः समाह्वयदि वै मित्रं हरेर्नाम्ना महामतिः भो भो केशव केह्येहि येहि माधव चक्रधृक क्रीडस्व च मया सार्धं त्वमेव पुरुषोत्तम सममेवं प्रगन्तव्यमावाभ्यां मधुसूदन एवमेव समाह्वानं नामभिश्च हरेर्द्विजः क्रीडने पठने हास्ये शयने गीतप्रेक्षणे याने च ह्यासने ध्याने मन्द्रे ज्ञाने सुकर्मसु पश्यत्येवं वदत्येवं जगन्नाथं जनार्दनं सध्यायते तमेकं हि विश्वनाथं महेश्वरम् तृणे काष्ठे च पाषाणे शुष्के सार्द्रे हि केशवम् पश्यत्येवं सधर्मात्मा गोविन्दं कमलेक्षणं आकाशे भूमिमध्ये तु पर्वतेषु वनेषु च जले स्थले च पाषाणे जीवेष्वेव महामतिः नृसिंहं पश्यते विप्रसुव्रतः सुमनासुदः बालक्रीडां समासाद्य रमत्येवं दिने दिने गीतैश्च गायते कृष्णं सुरागैर्मधुराक्षरैः तालैर्लयसमयुक्तैः सुस्वरैर्मूर्च्छनान्वितैः सुव्रत उवाच ध्यायन्ति वेदविदुषः सततं सुरारिं यस्याङ्गमध्ये सकलं हि विश्वं योगेश्वरं सकलपापविनाशनं च व्रजामि शरणं मधुसूदनस्य लोकेषु यो हि सकलेष्वनुवर्तते यो लोकाश्च यस्मिन्निवसन्ति सर्वे दोषैर्विहीनमखिलैः परमेश्वरं तं तस्यैव पादयुगलं सततं नमामि नारायणं गुणनिधानमनन्दवीर्यं वेदान्तशुद्धमदयः प्रपडन्ति नित्यं संसारसागरमनन्द मगाध दुर्गमुत्तारणार्थमखिलं शरणं प्रपद्ये योगीन्द्र मानससरोवरराजहंसं शुद्धं प्रभावमखिलं सततं हि यस्य तस्यैव पादयुगलं विमलं विशालं दीनस्य मे सुररिपो कुरु तस्य रक्षां ध्याये घिलस्य भुवनं स्वपदिं च देवं दुःखान्धकारदलनार्थमिहैव चन्द्रं लोकस्य पालनकृते परिणीतधर्मं सत्यान्वितं सकललोकगुरुं सुरेशम् गायाम्यहं सुरसगीतकतालमानै श्रीरङ्गमेकमनिशं भुवनस्य देवम् अज्ञाननाशकमलं च दिनेशतुल्यमानन्दकन्दमखिलं महिमा समेतं सम्पूर्णमेवमृतस्य कलानिधानं तं गीतकौशलमनन्यरसै प्रगाये युक्तं स्वयोगकरणै परमार्थदृष्टिं विश्वं सपश्यति चराचरमेव नित्यं पश्यन्ति नैव यमिहाध सुपापलोकास्तं केशवं शरणमेवमुपैधि नित्यम् कराभ्यां वाद्यमानस्तु तालं तालसमन्वितं गीतेन गायते कृष्णं बालकैः सह मोददे एवं क्रीडारदो नित्यं बालभावेन वै तदा सुव्रतसुमनापुत्रो विष्णुध्यानपरायणः क्रीडमानं प्राहमादा सुव्रतं चारुलक्षणं भोजनं कुरु मे वत्सक्षुधा त्वां परिपीडयेद तामुवाच पुनः प्राज्ञः सुमना मादरं पुनः महामृतेन तृप्तोऽस्मि हरिध्यानरसेन वै भोजनासनमारूढो मिष्टमन्नं प्रपश्यति इदमन्नं स्वयं विष्णुरात्मा ह्यन्नं समाश्रितः आत्मरूपेण यो विष्णुरनेनान्येन तृप्यतु क्षीरसागरसंवासो यस्यैव परिसंस्थितः जलेनानेन पुण्येन तृप्तिमायादु केशवः ताम्बूलचन्दनैर्गन्धैरेभिः पुष्पैर्मनोहरैः आत्मस्वरूपेण तृप्तस्तृप्तिमायादु केशवः शयने यादि धर्मात्मा तदा कृष्णं प्रचिन्तयेत् योगनिद्रान्वितं कृष्णं तमहं शरणं गतः भोजनाच्छादनेष्वेवमासने शयने द्विजः चिन्तयेद्वासुदेवं तं तस्मै सर्वं प्रकल्पयेद् तारुण्यं प्राप्य धर्मात्मा कामभोगान्विहाय वै स युक्तकेशवध्याने वैडूर्यपर्वतोत्तमे यत्र सिद्धेश्वरं लिङ्गं वैष्णवं पापनाशनं रुद्रमोङ्कारसंज्ञं च ध्यात्वा चैव महेश्वरं ब्रह्मणावर्धितं देवं नर्मदा दक्षिणे तडे सिद्धेश्वरं समाश्रित्य तपोभावं व्यचिन्तयद इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायां भूमिखण्डे ऐन्द्रे सुमनोपाख्याने एकविंशोऽध्यायः ॐ